पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 158 महादेव उवाच पिप्पलादा ततस्तीर्थे पिचुमन्दार्कमुत्तमं तीर्थं साभ्रमदीतीरे व्याधिदौर्गन्ध्यनाशनम् पुरा कोलाहले युद्धे दानवैर्निर्जितासुराः वृक्षेषु विविश्युस्तत्र सूक्ष्मा प्राणपरीप्सया तत्र बिल्वे स्थितशम्भुरश्वद्धे हरिरव्ययः शिरीषे भूत्सहस्राक्षो निम्बे देवः प्रभाकरः एवमादियथा योग्यं वृक्षेषु विबुधास्तथा यावत् कोलाहलो दैत्यो विष्णुना प्रभविष्णुना हदो महाहवे तावस्थितास्ते वृक्षमाश्रिताः येन येन हि यो वृक्षो विबुधेन समाश्रितः स तु तन्मयतां यादस्तस्मात्तं न विनाशयेत् इति सूर्यस्य विश्रामात् पिजुमन्दार्कमुत्तमम् तीर्थं रोगहरं स्नानात् साभ्रमत्यास्तडे भवद अत्र गत्वा विशेषेण तं रविं यदि पूजयेत् पूजयित्वा सुरश्रेष्ठे लभते वाञ्छितं फलम् अत्र द्वादशनामानि गत्वा ये वै पठन्ति च ते नरा पुण्यकर्माणो यावज्जीवं न संशयः आदित्यं भास्करं भानुं रविं विश्वप्रकाशकं तीक्ष्णांशुं चैव मार्तण्डं सूर्यं चैव प्रभाकरम् विभावसुं सहस्राक्षं तथा पूषणमेव च एवं द्वादशनामानि यः पठेत् प्रयतः सुधीः धनं वै पुत्रपौत्रांश्च लभदे नगनं दिनि एकैकं नाम आश्रित्य योर्चयेद नरो भुवि सप्तजन्म भवेद्विप्रो धनाढ्यो वेदपारगः क्षत्रियो लभते राज्यं वैश्यो धनमवाप्नुयाद शूद्रो वै लभते भक्तिं तस्मात् सूक्तं परं जपेद निम्बार्कधः परं तीर्थं न भूतं न भविष्यति अत्र स्नात्वा च पीत्वा च मुक्तिभागी भवेद्ध्रुवम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे निम्बार्कदेवतीर्थं नामाष्टपञ्चाशदधिकशततमोऽध्यायः ॐ